सर्वेभ्यः नमस्कारः. अद्यतनव्याकरणविषये व्याकरणविषये स्वागतम् अस्तु. अनसूया अस्ति भगिनी अस्ति खलु? अनसूया आरम्भश्लोकं पठतु, वदतु. जानाति वा एनाक्षर एनाक्षरप्रधानाय मदिगम्य महेश्वरात् तस्यम् कण्ठस्थ नास्ति महोदय भगिनि. अन्य कोऽपि वक्तुं शक्यते वा? अस्तु, अत्रैव भवति, पठतु इदानीम्. अनुसूया भगिनी पठतु. मदिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरं पुंसां विमलै शब्दवारिभिः तमश्चाज्ञानभिन्नं तस्मै पाणिनये नमः. वाक्यकारं महर्षिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. अस्तु, सर्वेभ्यः नमस्कारः. अद्यतन व्याकरणवर्गाय स्वागतं, सुस्वागतम्. अस्तु, इदानीमत्र किञ्चित् क्लेशः अद्यतन ह्यस्तन गतवर्गे किञ्चित् आसीत्. अनन्तरं सुपि च इत्यनेन अत्र दीर्घः भवति, कुत्र भवति चेत् व्याम् इति स्थाने बहुवचने जल्येत् यत्र दीर्घः भवति इत्युक्ते अत्र अन्तिमवर्णस्य सुप् इति इत्यस्य स्थाने भवति इति वयं जानीमः. अनन्तरम् अत्र प्रथमम् एकम् उदाहरणं द्रष्टव्यं चेत् द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, चेत् अत्र तुल्यबलविरोधः इति अस्ति. तुल्यबल द्वयोः मध्ये, द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति. तुल्य इत्युक्ते समानस्थले, यत्र एकस्मिन् पक्षे सूत्रं द्वयम् आगत्य कार्यं करोति चेत् तत् समये अत्र क्लेशः आसीत्. प्रथमं यत् आगच्छति, प्रथमं द्वितीयस्थाने किम् आगच्छति इति, एतदेव तुल्यबलविरोधः इति अस्ति. अत्र योगः एव इति स्वीकुर्मः चेत् तस्यां दशायां किं भवति चेत् शास्त्रीयदृष्ट्या, शास्त्रमित्युक्ते किम्? सूत्रमेव. शास्त्रमित्युक्ते सूत्रमेव. अत्र सूत्रदृष्ट्या, शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति. आदिगुणः च वृद्धिरेचि, आदिगुणः इति पश्येमे चेत् अत्र अपि अकारः अस्ति, एकारः अस्ति. अत्र एतत् गुणसन्धिः भवति खलु, अकारः अस्ति गुणसन्धिः भूत्वा, आकारः अस्ति. अनन्तरम् अत्र उकारः ऊकारः, ऋकारः ऋकारः अस्ति. अत्र द्वयोः एतत् स्थानस्वरयोः मध्ये ए ओ अर् अल् आगच्छति चेत् अत्र गुणसन्धिः भवति आद्गुणः इति सूत्रेण. अत्र गुणसन्धिः भवति. अत्र किं किं भवति चेत् आवर्णात् अच्वर्णे परे, अच्वर्णः इत्युक्ते किं? झटिति वक्तव्यं, सर्वे जानन्ति एव. सर्वे स्वराः, एव अच्वर्णाः. अच्वर्णे परे संहितायां पूर्वपरयोः एकः गुणः आदेशः भवति. इदानीम् आवर्णात् अकारात् आकारात् संहितायां स्वरः विद्यते चेत् उभयोः गुणः एकः आदेशः भवति इति दृष्टवन्तः. अकार एकार ओकार अस्ति, एतदेव गुणसंज्ञा भवति. अकार एकार ओकार मनसि स्थापयतु. ह्रस्व अकारः, दीर्घ एकारः, अनन्तरम् ओकारः. अत्र अकारः अस्ति चेत् अत्र वर्णाः कति सन्ति इति सर्वे जानन्ति इति अहं मन्ये. अकारः इत्युक्ते अत्र कति वर्णाः सन्ति? अष्टादश. उत्तमम्, अष्टादश एव. इदानीम् अत्र अस्तु, इदानीमत्र एकारः अस्ति चेत् वर्णाः कति सन्ति? एकारः अस्ति चेत् द्वादश. उत्तमम्. ओकारः अस्ति चेत् किमर्थम् अत्र द्वादश अस्ति? उत्तमम्. एकारविषये ह्रस्वः नास्ति, अतः द्वादश एव भवति. अनन्तरम् ओकारः अस्ति चेत् अत्र कति वर्णाः सन्ति? ओकारमपि 12 only, I think. द्वादश एव. किमर्थं चेत् अत्रापि ह्रस्ववर्णः नास्ति एव. एतत् मनसि स्थापनार्थमेव एतत् प्रश्नः उदेति, अत्र किमपि एतत् विषये नास्ति. इदानीम् आद्गुणः इत्यनेन अकारः एकारः ओकारः अस्ति. इदानीम् अत्र वृद्धिरेचि इति स्वीकुर्मः चेत् आवर्णात् एच् वर्णे परे एच् अत्र अच् वर्णः नास्ति. एच् वर्णः ए ऐ ओ औ अनन्तरम् एच् वर्णः किं किम् अस्ति? हयवरट् लन् ञननम् ऐ उन् लृलुक् ए ओङ् ऐ औच् ए ओङ् ए ओ ऐ औ एव चत्व किमस्ति अत्र एच् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धिः. अत्र तु गुणः भवति, इदानीं तु वृद्धिः भवति. वृद्धिः भवति चेत् अत्र एच् वर्णः परे अस्ति चेत् एच् वर्णः इदानीमत्र एच् वर्णः कुत्र दत्तम्? अत्र एच् वर्णः जानन्ति एव. अस्तु, अत्र वृद्धिः भवति. इदानीम् अत्र क्लेशः किम्? एकत्र स्थाने आगच्छति चेत् परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव एकस्मिन् पक्षे. किमर्थं चेत् अत्रापि अकारः भवति वृद्धिरेचि इत्यनेन एच् वर्णः एव, आदुगुणः इत्यनेन अच् वर्णः एव. अत्र एकत्र प्राप्तिः अस्ति वा? इदानीम् आदुगुणः दृष्टेम चेत् आवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसञ्चकः एकादेशः स्यात्. एकः एव आदेशः भवति. कुत्र भवति? अचि परे एव भवति. इदानीं वृद्धिरेचि स्वीकुर्मः चेत् आवर्णात् एचि परे अचि नास्ति. एचि परे एचि अचि मध्ये अचि प्रत्याहारे एचि अपि अस्ति. अतः एव अत्र तुल्यबलविरोधः अत्र इदानीम्. अतः एव अत्र एकत्र प्राप्तिः इति उक्तम्. अत्र अचुवर्णे परे अत्र एच् वर्णः अपि अत्र मिश्रणं भवति. आवर्णात् एचि परे, इदानीम् आदिगुणः तु आवर्णात् अचि परे, पूर्वपरयोगस्थाने पूर्वपरयोगस्थाने आदिगुणः इति स्वीकुर्मः चेत् अत्र गुणसंज्ञकः एव भवति। वृद्धिरेचि इति स्वीकुर्मः चेत् आवरणात् एचि परे पूर्वपरयोगस्थाने वृद्धिसंज्ञकः एव एकादेशः भवति। एतत् मनसि स्थापनीयम्। अत्र इदानीम् एकत्र प्राप्तिः अस्ति, अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा अधुना द्रष्टव्यं, यत् तत् स्थाने एव तुल्यबलविरोधः अस्ति वा न वा इति द्रष्टव्यम्। तुल्यबलविरोधः द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः भवेत् अत्र योगः एव इति अस्ति। अत्र एतत् दशायाम् अकार उत्तरवर्ति अकारः अस्ति, अनन्तरम् एकारः अस्ति, एतत् एष्वर्णः, पूर्वं तु अच्वर्णः, आदिगुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा? अत्र एच्वर्णः अस्ति, अत्र गुणसन्धिः भवति वा वृद्धिसन्धिः भवति वा इति अत्र प्रश्नः उदेति। न एव, एचि यदि गुणसन्धिः भवति, एच्वर्णः यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति। अत्र अकारे एकारमेलनेन अत्रैव इति एव भवति, अत्रैव इति नास्ति। परन्तु अत्र इदानीम् अत्र गुणसन्धिः स्वीकुर्मः चेत् अत्र वृद्धिरेचि यत् पाणिनिना कृतं तत् स्थाने निर्व्यापारं व्यर्थं भवति, तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति। एतत् करणीयं नास्ति, अवकाशः एव नास्ति, अत्र समयः एव नास्ति। अस्यां दशायां द्वयोपि सूत्रे अन्यत्र लब्ध अवकाशः नास्तः, अतः तुल्यबलविरोधः नास्ति इति अत्र दत्तम्। किमर्थं चेत् आदिगुणः इति सामान्यसूत्रमस्ति, वृद्धिरेचि तु विशेषसूत्रमस्ति। वृद्धिरेचि तु कार्यं बहु सुलभमस्ति, आदिगुणः तु कार्यं बृहत् अस्ति। अग्रे आगच्छति एतत् विषये। सूत्रस्य कार्यक्षेत्रे लघुमस्ति अन्यत्र अपेक्षया, यस्मात् कारणात् अत्र लब्ध अवकाशः सति अस्ति एव, कार्यं न करोति चेत् अन्यत्र अवकाशः नैव प्राप्स्यते। तत् सूत्रम् अपवादम् इत्युच्यते। अतः तत्र अपवादसूत्रमस्ति, अपवादसूत्रमस्ति चेत् पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति परिभाषासूत्रं वयं गतवर्गे एव दृष्टवन्तः। इदानीम् अत्र वृद्धिरेचि इति अवकाशः भवितुम् अर्हति। किमर्थं चेत् आदिगुणः तु इति उत्सर्गसूत्रं सामान्यसूत्रमस्ति, वृद्धिरेचि तु विशेषसूत्रमस्ति। अत्र अवकाशः नैव प्राप्यते। अतः वृद्धिरेचि आदिगुणः इति सूत्रयोः वृद्धिरेचि इति आदिगुणस्य अपवादसूत्रमस्ति, बलवत् भवति। अतः आदिगुणः इति सूत्रं प्रबाद्य बाधितं भवति, अत्र वृद्धिरेचि एव कार्यं करोति इति सूत्रं दृष्टवन्तः। अत्र तुल्यबलविरोधः नास्ति इति किमर्थं चेत् आदिगुणः इति सामान्यसूत्रमस्ति, वृद्धिरेचि इति विशेषसूत्रमस्ति, अत्र तुल्यबलविरोधः नास्ति। अत्र सुतराम् अत्र आदिगुणः कार्यं करोति चेत् अत्र वृद्धिरेचि इति व्यर्थं भवति। अस्तु, इतःपर्यन्तम् अत्र प्रश्नः अस्ति वा? अस्ति चेत् पृच्छतु। अस्तु, इदानीम् अत्र विप्रतिषेधे परं कार्यम् इत्युक्ते यत्र सूत्रद्वयमागत्य कार्यं करोति चेत् अत्र अत्रापि संशयः भवति, किं सूत्रं प्रथमम् आगच्छति, किं सूत्रम् अन्यत्र आगच्छति, द्वयोः मध्ये किं सूत्रं प्रथमम् आगच्छति, किं सूत्रं द्वितीयम् आगच्छति इति प्रश्नः उदेति। अत्र सुपि च इत्यस्य एतत्तु सूत्रं तु सप्तम अध्याये तृतीयपादे द्विशतं द्वि अधिकम् एकशतं तमं सूत्रमस्ति। एतत् 102 अस्ति सुपीच बहुवचने जल्येत् इति स्वीकुर्मः चेत् 103 अस्ति परमस्ति अतः तत् बलवत् एकादेशः वृक्ष ए अस्ति चेत् व्यस् अस्ति अत्र अकारे एकार मेलनेन वृक्षेभ्यः इति भवति अत्र अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यं सूत्रमागच्छति अत्र किं सूचयति परसूत्रस्य कार्यं पूर्वं भवति परसूत्रस्य कार्यं पूर्वं भवति बहुवचने जलेत् इति परसूत्रमस्ति अस्ति 103 सुपीच इति सूत्रं तु 102 अस्ति पूर्वसूत्रात् परसूत्रं बलवत् भवति पूर्वसूत्रात् परसूत्रं किञ्चित् परसूत्रात् पूर्वसूत्रम् असिद्धं भवति इति वयं जानीमः एव इदानीमत्र आदिगुणः वृद्धिरेचि विषये अत्र आदिगुणः तु सामान्यसूत्रमस्ति वृद्धिरेचि तु अत्र अपवादत्वात् बलवत् भवति इति वयं दृष्टवन्तः वृद्धिरेचि परसूत्रमस्ति अतः तत्र विप्रतिषेधे परं कार्यम् इत्यनेन स्वस्य कार्यं न सिद्ध्यति पूर्वमेव वयं दृष्टवन्तः इदानीम् अत्र सुपी च बहुवचने जल्येत् अत्र अनिल् महोदय पठतु सुपी च श्रूयते वा महोदय आम् आं सम्यक् वदतु महोदय सुपि च बहुवचने झल्लेत् इति एका स्थितिः आद्गुणः वृत्तिरेचि इति अन्या स्थितिः पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् अपवादभूतत्वम् इत्यनेन बलाबलस्य निर्णयः क्रियते अतः चित्रद्वयम् अस्ति येन अस्माकं चित्रभगिन्या विप्रतिषेधः अपवादः चेत् अनयोः भेदः सुन्दररीत्या निरूप्यते अवश्यं दृश्यताम् अधोभागे तयोः PDF अपि प्राप्यते डौन्लोड् इत्यर्थं चित्रभगिनी धन्यवादः अस्तु इदानीमत्र सुपी च बहुवचने जलेत् इति सूत्रयोः अत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति आदुगुणः वृद्धिरेचि इत्यनेन तुल्यबलविरोधः अस्ति वा नास्ति वा अत्र पूर्वमेव वयं दृष्टवन्तः आदुगुणः इति अस्ति एतत्तु सामान्यसूत्रमस्ति वृद्धिरेचि तु विशेषसूत्रमस्ति अथवा तत्र तुल्यबलविरोधः इति कार्यं नास्ति इति वयं दृष्टवन्तः सुपी च बहुवचने जल्येत् अत्र एकत्र प्राप्तिः अस्ति अत्र तुल्यबलविरोधः अस्ति वा इति अस्ति इति वयं दृष्टवन्तः विप्रतिषेधे परं कार्यम् अत्र पश्येम विप्रतिषेधे परं कार्यम् अत्र सुपी च वृक्ष योगः व्याम् अस्ति अनन्तरं वृक्षयोगः सुप् अस्ति विप्रतिषेधे एकत्र वृक्ष व्यस् अपि अस्ति एकस्मिन् पक्षे वृक्षयोगः व्यस् अन्यस्मिन् पक्षे वृक्षयोगः सुप् अत्र बहुवचने जल्येत् कार्यं करोति अत्र वृक्षेषु इति भवति इदानीं सुपीच इत्यनेन वृक्षाभ्याम् इति अत्र भवति किं भवति दीर्घः भवति अपवादः अकारयोगः इकार ईकार मेलनेन एकारः अकारयोगः उकार उकार ऊकार मेलनेन ओकारः अकारः योगः ऋकारः अकारः योगः नृकारः इदानीं पश्यतु अकार एकार मेलनेन अत्र अन्यत्र लब्ध अवकाशः अस्ति इति वयं दृष्टवन्तः अनन्तरम् एकत्र प्राप्तिः अस्ति अपि इदानीं वृद्धिरेचि स्वीकुर्मः चेत् ऐ इति अस्ति चेत् अत्र वृद्धिः भवति इति इदानीम् अत्र आदिगुणः अपि कर्तुं शक्यते, वृद्रेचि अपि कर्तुं शक्यते इति सूत्रयोः इति एव वयं दृष्टवन्तः। परन्तु यत्र सामान्यसूत्रमस्ति तत् सामान्यसूत्रमस्ति, अग्रे विशेषसूत्रमस्ति, द्वयोः मध्ये अत्र विप्रतिषेधे परं कार्यं तुल्यफलविरोधः नास्ति इति वयं दृष्टवन्तः। अनन्तरम् अत्र यत्र गृदरेचि अकार एकारमेलनेन ऐकारः यत्र भवति तत् स्थाने गृदरेचि कार्यं करोति, अत्र तुल्यफलविरोधः। आदुगुणः अनन्तरं वृदरेचि इत्यनयोः तुल्यफलविरोधः नास्ति। परन्तु अत्र सुपि च बहुवचने जल्येत् इत्यनेन विप्रतिषेधे परं कार्यम् इति अस्ति, तुल्यबलविरोधः अस्ति इति वयं दृष्टवन्तः। इदानीम् अग्रे शान्ता सुब्रह्मण्यन् अस्ति वा? आम् पठतु। अतः अतः एका परिभाषा अस्ति, यदा बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया, यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति। अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव। यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति। परिभाषाः अत्यन्तं पुरातन्यः, तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति। तर्हि अत्रास्ति एका परिभाषा। अग्रे अपि पठतु, परिभाषा अग्रे अस्ति खलु। पूर्वपरनित्यान्तराङ्ग अपवादानाम् उत्तरोत्तरबलीयः। परिभाषा 38, अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति। अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्येन अभिव्यक्तः। पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, तत्पश्चात् तत्त्वत्रयं वर्तते, नित्यम् अन्तरङ्गम् अपवाद, येषाम् उपस्थितो विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति। एतावता पूर्वपर इत्ययनयोः प्रसङ्गे ज्ञातवन्तः वयम्। अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः। वयं पूर्वमेव दृष्टवन्तः अत्र अपवादः बलीयान् भवति इति सामान्यसूत्रस्य, सामान्यसूत्रमत्र पूर्वमेव दृष्टवन्तः। किं सूत्रं? कोऽपि आद्गुणः। उत्तमम्, आद्गुणः इति। अनन्तरमत्र विशेषसूत्रं वृद्धिरेचि। उत्तमम्। द्वयोः मध्ये सामान्यसूत्रम् आद्गुणः, वृद्धिरेचि विशेषसूत्रमस्ति, अतः तत्र तुल्यबलविरोधः अस्ति चेत् अत्र बलाबलचिन्तनं करणीयम्। बलाबलचिन्तनं किम् अस्ति? अत्र विशेषसूत्रमेव बलवत् भवति, अपवादः भवति इति वयं दृष्टवन्तः। एतद्विषये परिभाषया अत्र 38 अत्र सूत्रं परिभाषासूत्रमस्ति, पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रात् अपवादसूत्रं बलवत् भवति एतदेव बलीयः इति वयं पूर्वमेव दृष्टवन्तः. तत् स्थाने एव विप्रतिषेत् परं कार्यम् इति आगत्य कार्यं करोति. सूत्रद्वयोः अत्र क्लेशः अस्ति वा? यत् प्रथमम् आगच्छति यत् द्वितीयः आगच्छति इति अत्र प्रश्नः उदेति चेत् तत् स्थाने एव किं बलियः इति प्रश्नः उदेति. इदानीम् अस्याः परिभाषया किं प्रथमतत्त्वद्वयम् अस्ति चेत् विप्रतिषेधे परं कार्यम् इत्येव अभिव्यक्तिः पूर्वसूत्रस्य अपेक्षया द्वयोः मध्ये पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. अत्र वृदिरेचि 103 वृदिरेचि इति सूत्रं किम् अत्र आद्गुणः इति तु 6187 अस्ति. 6187 वृदिरेचि 6188 तत्र परसूत्रं बलवत् भवति इति वयं दृष्टवन्तः. इदानीम् अत्र द्वयोः मध्ये किं किं बलवत् इति दृष्टवन्तः. इदानीम् अत्र एतावता पूर्वपर इत्यनयोः प्रसङ्गे वयं ज्ञातवन्तः. इदानीं किं द्रष्टव्यं? नित्यं किम्, अन्तरङ्गं किम्, अपवादः किम् इति परिशीलयाम. अत्र अनुसूया भगिनी अस्ति वा? पठतु. नित्यं नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्या इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिताः तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि अस्ति अनन्तरमपि अस्ति. यदा किञ्चित् सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति. तुदति इति वृत्तान्तः तुद् लट् वर्तमाने लट् तृतीयाध्याये द्वितीयपादे त्रिंविंशति अधिकशतकसूत्रः तुद् ति तृतीयाध्याये चतुर्थपादे अष्टसप्ततितमसूत्रस्य सूत्रेण तुद् शाति तुदादिभ्यश्च तृतीयाध्याये प्रथमपादे सप्तसप्ततितमसूत्रः अनुबन्धलोपे तुदति इति भवति. अत्र तुद् धातोः वर्तमाने लट् तृतीयाध्याये द्वितीयपादे त्रिविंशतितम अधिक शतसूत्रेण लट् कर्तव्यः भवति. तदा लटः स्थाने तिबादयः भवन्ति. एकवचनविवक्षायां तिप्रत्ययः तुद् अधिकति. इदानीं तिप्रत्ययः तिप् तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति. अतः सार्वधातुक आर्धधातुकयोः इति अनुवर्तमाने गन्तलघुपदस्य च इत्यनेन गुणः प्राप्यते. तुद् अधिकति पुगन्तलघुपदस्य च तोदति इति भवति. अग्रे अपि विभवमध्ये श विकरणप्रत्ययस्य तदानीं न भवति. न भवति चेत् गुणस्य प्राप्तिः. तुदादिभ्यः श इत्यनेन श प्रत्ययस्य कारणात् प्राक् तिपं निमत्तीकृत्य गुणः भवति. लघु पुगन्तलघुपदस्य च इत्यनेन तुदादिभ्याशः इति सूत्रं प्रति पुगन्तलघुपदस्य च परसूत्रम्. अतः तस्य कार्यं पूर्वं स्यात्. अनेन चिन्तनेन तुद् अधिकति पुगन्तलघुपदस्य च मिलित्वा तोदति. तुदादिभ्यं श तत्र तोद् अधिक श अधिक अधिकति रोदति इति भवति, किन्तु इदं रूपम् अनिष्टं, तर्हि किं कर्तव्यम्? एकनिमिषम्, अत्र पद्मावती अस्ति वा? अस्मि, एतत् पठतु, एतत् क्रमेण आगच्छति, अत्र सः पठितव्यमेव, अत्र नित्यम् इति पठतु. अत्र नित्यम् इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते, किन्तु गुणे कृतेपि विकरणप्राप्तिः कृतप्रसङ्गे नित्यम्. कृतेपि अकृतेपि यस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति, विकरणप्रत्यये अकृते एव गुणः प्राप्यते. पुगन्तलघुपदस्य च इत्येन तदा गुणस्य प्राप्तिः यदा मध्ये श विकरणप्रत्ययः नास्ति. विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिः नास्ति इति चेत् ष प्रत्ययः अपि यद्यपि षित् अस्ति, अतः पुगन्तलघुपदस्य च इत्येन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्ययने अपित् सार्वधातुकं दिङ्गित् स्यात्, अतः किञ्चिच्च इत्येन गुण निषेधः. अत्र पश्येम, अत्र नित्यसूत्रं किं भवति, नित्यसूत्रमस्ति चेत् अत्र किं किं कार्यं भवति इति वयं पश्येम. नित्यं कृत अकृतप्रसङ्गी, कार्यं कृतं, कार्यं न कृतं, कृताकृतप्रसङ्गी यः विधिः सः नित्यः इति उच्यते. कृतं कार्यम्, अनन्तरम् अकृतमपि, अत्र कार्यं भवति वा न भवति वा, समानस्थले आगच्छति वा न आगच्छति वा, परन्तु नित्यसूत्रमस्ति अस्ति चेत् अत्र द्वयोः मध्ये नित्यसूत्रम् एव कार्यं करोति. अन्तरङ्गमपि अपि अस्ति अत्र, पूर्वमपि कार्यं भवति, परमपि कार्यं भवति. नित्यं नाम किम्? तस्य प्रसक्तिः पूर्वमपि अस्ति, अनन्तरमपि अस्ति, एतदेव नित्यसूत्रमस्ति. पूर्वसूत्रं नित्यमस्ति चेत् परसूत्रं सत्यं, परसूत्रं सति अपि पूर्वमेव आयाति. अत्र उदाहरणरूपेण तुत् इति अस्ति. अत्र तुदादिभ्यः शः इति अस्ति. एतत् सूत्रं तु तृतीय अध्याये प्रथमपादे सप्तसप्ततिः तमम् इति अस्ति. अत्र 3177 अस्ति. अत्र अनुबन्धलोपानन्तरं शकारः अस्ति. किं प्रभाते अत्र शकारः आगच्छति? सर्वे जानन्ति एव, वदतु झटिति अनिल् महोदय. न, तुदादिभ्यः शः, अत्र शः इति अस्ति. एतत् किं सूत्रं प्रबाद्य? अत्र कर्तरि शप् इति प्रबाद्य एव अत्र शकारः विकरणप्रत्ययम् आगच्छति. इदानीम् अत्र ति इति प्रत्ययम् आगच्छति, विवक्षा अस्ति. तिप्तस्जि तिप्तस्थो मिपुवसमसि इति अस्ति खलु. अत्र ति अस्ति चेत् किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति. अतः यत्र सार्वधातुकं प्रत्ययमस्ति, सार्वधातुक अर्धधातुकयोः अनुवर्तमाने पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति एव. इदानीं तुद् उपधायां स्थितस्य वर्णस्य उकारवर्णस्य पुगन्तलघुपदस्य च इत्यनेन एव अत्र कार्यं भवितुम् अर्हति चेत् तोदिति भवति, तोदियोगति तोदति इति भवति। एतत् अनिष्टरूपमस्ति पुगन्तलघुपदस्य च कार्यं कर्तुं शक्यते चेत्। इदानीं तुदादिभ्यः शः इति स्वीकुर्मः चेत् अत्र किं भवति, तुदादिभ्यः शः, शः मध्ये अकारः तिष्ठति, एतत्तु सार्वधातुकप्रत्ययमस्ति, अतः तत्र सार्वधातुक आर्धधातुकयोः तिंक्षित् सार्वधातुकं कार्यं करोति, अतः तत्र पुगन्तलघुपदसे इत्यनेन कार्यं कर्तुं चेत् उकारस्य स्थाने ओकारः भवति, तोदति इति। एतत्तु रूपम् अनिष्टरूपमस्ति, वयं जानीमः तुदति एव समीचीनतया अस्ति, श्रोतुमतु श्रोतुं समये अपि सुन्दरं भवति। तोदति इति स्वीकुर्मः चेत् एतत्तु सुन्दरं नास्ति, अनन्तरमत्र अनिष्टरूपमपि भवति, अतः तत्र तुदादिभ्यः शः एव कार्यं करोति। पुगन्तलघुपदस्य च अत्र पश्यतु, पुगन्तल इत्यनेन गुणः भवति स्व स्म, यत्र यद्यपि षित् अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति एव, परन्तु अत्र पुगन्तलघुपदस्य च इति कार्यं करोति चेत् अत्र समीचीनतया तोदति इति भवति, उकारस्य स्थाने ओकारः भवति, उपधायां स्थितस्य वर्णस्य गुणः भवति चेत् अत्र तोद् इति भव तोद् इति कुत्र भवति चेत् पुगन्तलघुपदस्य च तुदादिभ्यः शः इत्यनेन तोद् आति तोदति, किन्तु इतं रूपम् अनिष्टं रूपम्, अतः तत्र किं कर्तव्यम्, पुगन्तलघुपदस्य इत्यनेन तदा गुणः प्राप्तिः, मध्ये श विकर्णपृथक् नास्ति, विकर्णपृथक् विकर्णप्रत्ययः कृते किमर्थं गुणप्राप्तिः नास्ति, अस्ति चेत् अत्र शकारः अपीत् भवति, अपीत् यत्र भवति अत्र गुणनिषेधः भवति, पुगन्तलघुपदस्य इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपीत् इत्यनेन गुणनिषेधः भवति। अत्र अन्यसूत्रमपि कार्यं करोति, किम् इति च इत्यनेन यत्र सार्वधातुकम् अपीत् अस्ति अत्र निद्वत् आरोपितं भवति, यत्र निद्वत् आरोपितं भवति तत्र गुणनिषेधः भवति, अत्र अन्यसूत्रमपि कार्यं कर्तुं शक्यते इति च इति। शा प्रत्यय अकृते गुणः, अकृते कार्यं नास्ति अत्र, शा इति अस्ति, अत्र शिप् शित् अस्ति, अनन्तरं सार्वधातुकम् अपि तपि अस्ति, अतः तत्र शा प्रत्ययः गुणः प्राप्तिः परन्तु न भवति, तदर्थं गुणः गुणः अनित्यः। शाप्रत्ययस्य तु गुणे कृते अपि अकृते प्राप्तिः अस्ति, शाप्रत्ययम् इदानीमेव दृष्टवन्तः, शा अस्ति गुणः प्राप्तिः अस्ति, शा इति गुणः प्रत्ययस्य गुणः प्राप्तिः, अकृतप्राप्तिः अस्ति अत्र, नाम गुणः क्रियतां तुद् योगः ति अस्ति, तोदिति ति अस्ति, तदानीमपि तुदादिभ्यः शः इत्यनेन शा विकरणप्रत्ययस्य विहितः, इदानीं तोद्योगः शा योगः ति अस्ति, गुणः कृतः अत्र गुणः कृतः तोदिति भवति, विकरणप्रत्ययस्य गुणः भवति अकारस्य स्थाने गुणः भवति सार्वधातुक आर्धधातुकयोः, इदानीं गुणे अकृते अपि विकरणप्रत्ययः प्राप्ते अपि प्राप्तिः अस्ति एव, कृत अकृतप्रसङ्गे नित्यं, किमर्थं चेत् तुदादिभ्यः शः नित्यसूत्रमस्ति, यद्यपि पुगन्तलघुपदस्य च इत्यस्य अपेक्षया पूर्वसूत्रं पुगन्तलघुपदस्य तु षष्ठ अशीतिः अस्ति, षष्टाशीतिः 86 अस्ति, तुदादिभ्यः शः 77 अस्ति. एतत्तु तुदादिभ्यः शः तु नित्यसूत्रमस्ति, नित्यसूत्रमस्ति, अतः तत्र तुदादिभ्यः शः इत्यनेन अनुबन्धलोपानन्तरं शकारमध्ये अकारः एव तिष्ठति, अतः तत्र अकारः सार्वधातुक आर्धधातुक योग इत्यनेन इति अनुवर्तमाने पुगन्तलघुपदस्य च इत्यनेन गुणः प्राप्यते. सार्वधातुकमपि गुणः भवति, आर्ध पुगन्तलघुपदस्य च इत्यपि गुणः भवितुम् अर्हति, परन्तु पुगन्तलघुपदस्य च इत्यनेन तोदु भवति. इदानीमत्र तुदादिभ्यः शः इति नित्यसूत्रमस्ति, यद्यपि पुगन्तलघुपदस्य तु परसूत्रमस्ति, तुदादिभ्यः शः तु पूर्वसूत्रमस्ति इत्यस्य अपेक्षया पूर्वसूत्रं तदापि तस्य तुदादिभ्यः शः कार्यं पूर्वं प्रवर्तते, पूर्वसूत्रात् परसूत्रम् असिद्धं भवति. किञ्चित्स्थाने पूर्वसूत्रात् परसूत्रं बलवत् भवति इति पठितवन्तः. इदानीं पूर्वसूत्रात् परसूत्रं पुगन्तलघुपदस्य च इति सूत्रं बलवत् न भवति, अत्र कार्यमपि न प्रवर्तनीयम्. तुदादिभ्यः शः अत्र षित् अस्ति, अनन्तरं सार्वधातुक आर्धधातुकयोः इत्यपि कार्यं करोति. तुदादिभ्यः शः इत्यनेन एव अत्र तुद् योगः अस्ति, तत्र पुगन्तलघुपदस्य च न आयाति. आम्, किमर्थं चेत् तुदादिभ्यः शः इति नित्यसूत्रमस्ति, पूर्वमपि भवति परमपि भवति, यत् नित्यसूत्रमस्ति. किमपि का अत्र कृता अकृते, अतः एव एतत् पदम् अत्र आगच्छति. नित्यसूत्रं सिद्धान्तम् आयाति अत्र. किमस्ति चेत् नित्यमपि अस्ति, अनन्तरं कृता कृते अपि, चाप्रत्ययस्य तु गुणः कृतः अपि, अकृते अपि प्रसक्तिः भवति एव. किमर्थं चेत् अत्र एतत् तुदादिभ्यः शः इति नित्यसूत्रमस्ति, अतः तत्र पुगन्तलघुपदस्य च इति परसूत्रमस्ति, परन्तु परसूत्रमत्र बलवत् न भवति. तुदादिभ्यः शः एव नित्यसूत्रमस्ति, एतदेव अत्र बलवत् भवति, कार्यं भवति, अनन्तरम् अत्र तुदति इति भवति. पुगन्तलघुपदस्य च इति कार्यं करोति चेत् अत्र तोदति भवति, एतत्तु अनिष्टरूपं भवति. इतः पर्यन्तम् अभवत्, किञ्चित् क्लेशः अस्ति चेत्, प्रश्नः अस्ति चेत्, संशयः अस्ति चेत् पृच्छतु. महोदय, एतत् प्रोसेस् तु गत एव समये एव दृश्यमे, परन्तु अत्र कृताकृत अस्ति सः प्रत्यय, तत् न अवगतं महोदय. सः प्रत्यय अकृते गुणः भवति, किन्तु कृते गुणः न भवति, एतत् वाक्यस्य अवगतं नास्ति मम. अत्र प्रत्ययलोपे प्रत्ययलक्षणं जानाति वा? न महोदय. अत्र प्रत्ययलोपे प्रत्ययलक्षणमपि तादृशमेव भवति, पूर्वं कार्यं करोति, अत्र तत्र लोपः भवति, परन्तु एतत् सूत्रं पुनरपि आगत्य कार्यं करोति. किमर्थम् अत्र प्रथमं तु लोपः भवति, अन्यत्रापि एतत् सूत्रमेव आगत्य कार्यं करोति. अत्र पाणिनिना यत् सूत्रं व्यर्थं न भवति इति मनसि स्थापनीयम्. अत्र कृतः अपि अकृतः अपि अत्र गुणः प्राप्तिः भवति एव. किमर्थं चेत् एतत्तु कृत अकृतप्रसङ्गे नित्यं भवति. एतत् उदादिभ्यः शः इति सूत्रं नित्यसूत्रमस्ति, पुगन्तलघुपदस्य च इति. मम प्रश्न महोदय, नित्यसूत्रम् अस्ति तत्तु सत्यं, मम प्रश्न अस्ति एतस्य वाक्यस्य कः अर्थः? स प्रत्यय अकृतेः अकृते गुणः भवति, कृते गुणः न भवति, तत् अर्थस्य कः? अकृते इदानीम् अत्र सुदादिभ्यः सः इति स्वीकुर्मः चेत् अत्र स्तुदति इति भवति, कार्यम् अत्र विघ्नप्रत्ययस्य योजनेन चित् भवति, सार्वधातुकम् आर्धधातुकम् इत्यनेन अत्र कार्यं करोति, अत्र अनन्तरं किं भवति तुद् योगः अत्र अकारः तिष्ठति अतः तत्र कार्यं भवति गादिभ्यः शः इत्यनेन तुदति इति भवति कृतमस्ति कार्यमत्र कृतमस्ति इदानीमत्र पुगन्तलघुपदस्य च कार्यमिति स्वीकुर्मः चेत् अत्र तोदिति भवति अत्र किं नित्यसूत्रं किं सूचयति एतदेव मनसि स्थापयतु अत्र गुणः प्राप्तिः अस्ति वा गुणः नास्ति वा अत्र आ इति एव तिष्ठति अत्र गुणकार्यं भवति तुदादिभ्यः शः इत्यनेन कार्यं कृतमपि गुणः कृतमपि कार्यं न कृतमपि एतत् नित्यसूत्रम् अस्ति एतदेव नित्यसूत्रं सूचयति कृताकृते अपि प्रसङ्गे यत्र कृतः अपि अकृतः अपि यस्य प्रसङ्गः वर्तते सः नित्यः इदानीम् अत्र गुणः तदा नास्ति विकरणप्रत्यये कृते गुणप्राप्तिः नास्ति विकरणप्रत्यये अकृते एव गुणः प्राप्यते गुणः अत्र चा इति अस्ति चा इति स्वीकुर्मः चेत् अत्र गिन किं कार्यं भवति शुद्धु योगति किञ्चित् सार्वधातुकम् अस्ति अत्र इत्यनेन सार्वधातुकप्रत्ययः भवति सार्वधातुकप्रत्ययः भवति अत्र अन्यस्मिन् पक्षे वयं स्वीकुर्मः चेत् पुहन्तलघुपदस्य च इति गुणः भवति स्म परन्तु सार्वधातुकम् अपि तस्ति चेत् अत्र गुणनिषेधः भवति यत्र सार्वधातुकम् अस्ति शः अत्र किं भवति सार्वधातुकम् अपीत् इत्यनेन गुणनिषेधः भवति अकृतम् अस्ति अत्र अतः तत्र एतत् कार्यं न भवति एव खलु अकृतं सार्वधातुकम् अस्ति वा अत्र शकारः चित् अस्ति खलु आं महोदय तत्तु गुणः भवति रैट् हा गुणः भवति परन्तु अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणः अनुवर्तते एव परन्तु गुणः प्राप्यते एव अनन्तरम् अन्यसूत्रमपि अस्ति खलु सार्वधातुकमपि परन्तु सप्रत्यय कृते गुणः न भवति किमर्थं सप्रत्यय कृते तु गुणः भवति गुणः भवति परन्तु एतत्तु चित् अस्ति चेत् तत्र सार्वधातुकमपि अपि भवितुम् अर्हति चित् अस्ति चेत् अतः पुगन्तलघुपदस्य च इति कार्यं करोति अत्र सार्वधातुकम् अपीत् अपि कार्यं करोति अतः सार्वधातुकम् अपीत् अस्ति चेत् गुणनिषेधः भवति वयं सर्वे जानन्ति एव आमां तत्तु सत्यं महोदय परन्तु एव कृतः अपि अकृतः अपि इति आगत्य नित्यसूत्रमिति तत्र दत्तम् एतत् मनसि स्थापयतु तावदेव तुदादिभ्यः शः इति सूत्रं स्वीकुर्मः चेत् तुद् योगः आयोगः ति इति अस्ति तुदति इति भवति अत्र सार्वधातुकम् अपि अपि अस्ति सित् मध्ये अतः अत्र गुणनिषेधः भवति अतः एव तुदादिभ्यः शः तु किं सूत्रम् इति नित्यसूत्रम् अस्ति इति पाणिनीन सूत्रपाठे अस्ति एव किं सूत्रं सञ्ज्ञासूत्रमस्ति किं सूत्रं नित्यं सूत्रमस्ति किं सूत्रं विधिसूत्रमस्ति किं सूत्रं परिभाषासूत्रमस्ति एतत् सर्वे अत्र आगच्छति एव अतिसूत्र अतिदेशसूत्रमस्ति अत्र नित्यसूत्रमस्ति चेत् गुणः भवति गुणः न भवति परन्तु अत्र कार्यं भवति एव किमर्थं चेत् एतत् नित्यसूत्रम् अस्ति नित्यसूत्रम् उदाहरणरूपेण तुदादिभ्यः शः एतत् मनसि स्थापयतु तावदेव कृतः अपि अकृतः अपि सुदादिभ्यः शः तुदति इति इष्टरूपम् अस्ति पुगतलघुपदस्य च एतत् कार्यं करोति परन्तु अत्र परसूत्रमपि अस्ति अत्र असिद्धमपि भवति परसूत्रमपि अस्ति असिद्धमपि भवति परन्तु अत्र परसूत्रं किञ्चित् स्थाने बलवत् भवति किञ्चित् स्थाने पूर्वसूत्रं भवति सपादिशब्दाध्यायां दृष्ट्या त्रिपाद्यां सूत्रम् असिद्धं भवति अत्र त्रिपाद्याम् अत्र किं किं भवति 8-1 अन्तिमसूत्रपर्यन्तं सपादि अस्ति 8-2 आरभ्य त्रिपादि अस्ति अत्र अपि परसूत्रमस्ति पूर्वसूत्रमस्ति एतत् अग्रे आगच्छति एव इदानीं मनसि किं स्थापयतु तुदादिभ्यः शः इत्यनेन तुदति अस्ति अनन्तरम् अत्र पुगन्तलघुपदस्य च परसूत्रमस्ति एतदपि अन्यत्र लब्ध अवकाशः अस्ति एतदपि कार्यं कर्तुं शक्यते आगत्य कार्यं करोति परन्तु तत्र तु तोदति इति भवति एतत्तु अनिष्टरूपं भवति अनन्तरं नित्यसूत्रमस्ति अतः तत्र एतदेव कृतः अपि अकृतः अपि कृतः गुणकार्यं भवति सर्वदा तु षित् अस्ति अनन्तरम् अत्र षित् अस्ति चेत् एकस्मिन् पक्षे गुणः भवति अन्यस्मिन् पक्षे सार्वधातुकम् अपीति इत्यनेन गुणनिषेधः भवति अतः कार्यं कर्तुं न शक्यते परन्तु अत्र तुदादिभ्यः शः तु नित्यसूत्रम् अस्ति एतत्तु मनसि स्थापनीयं तावदेव अस्तु महोदय अनिल् महोदय अस्ति वा आम् अस्ति कालानन्तरम् अहं वदामि आचार्येण पादं सहपाठिनः पादं स्वमेधय पादं कालक्रमेण पादम् इदानीं युगादिभ्यः सह एव वयं दृष्टवन्तः अन्यत्र एतत् विषये अग्रे आगच्छति एव नित्यसूत्रं बहवः सन्ति अस्तु अस्तु महोदय परन्तु अत्र नित्यसूत्रस्य कार्यं किम् अहं न अवगच्छामि सो चिन्ता मास्तु अग्रे अग्रे गच्छामः एकनिमिषम् अत्र मम समीपे विधिसूत्रमस्ति विधिसूत्रं प्रचित् प्रतिदि प्रतिषेधे परं कार्यं अनन्तरम् अत्र विधिसूत्रं विधिसूत्रं नित्यसूत्रं किम् अस्ति इति नित्यसूत्रमत्र कारणामि च प्राचां फलादौ इति सूत्रमस्ति एतत् नित्यसूत्रमस्ति 6310 कारणामि च प्राचां फलादौ प्राचां देशे यत् कारणं तत्र हलादि हलादौ उत्तरपदे एतत्तु नित्यसूत्रमस्ति अत्र उदाहरणं वास्तु मध्ये एतत् काशिकायाम् अपि तुदादिभ्यः शः पश्यामि इदानीं किं नाम सार्वधातुकप्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययः तदा शीत् प्रत्ययः सार्वधातुकसंज्ञा प्राप्तुवन्ति अत्र दत्तम् तुदादिभ्यः शः इत्यनेन वितरणप्रत्ययः शः अतः तत्र इत्संज्ञलोपः तुदति एव अत्र तुद्योगः तिप् इत्यत्र भवान् एव पठतु अत्र प्रक्रियाम् अत्र प्रक्रियायां अत्र प्रक्रियायां तुद् योग तिप् इत्यत्र वस्तुतः परत्वात् पुगन्तलघुपदस्य च इत्यनेन उकारस्य गुणादेशः भवितुम् अर्हति परन्तु तं बाधित्वा नित्यत्वात् तुदादिभ्यः सह इत्यनेन विकरणप्रत्ययश्च एव विधीयते इति स्मर्तव्यम् अतैव पद्मञ्जर्यामुच्यते तुदादिति स्थिते परत्वात् प्राप्तिमपि गुणं गुणं नित्यसह बाधते अत्र पुगन्तलघुपदस्य च इत्यनेन परत्वात् परसूत्रमस्ति खलु पुगन्तसूत्रं पुगन्तलघुपदस्य च 86 अत्र तुदादिभ्यः तु 77 अस्ति अत्र किं भवति विकरणप्रत्ययः शः एव विधीयते इति स्मर्तव्यम् पदमञ्जर्याम् अपि उच्यते तुदति सुदति इति स्थिते परत्वात् प्राप्तमपि गुणं गुणं नित्यः तत् नित्यः सः बाधते. अत्र श इति प्रत्ययं स्वीकुर्मः चेत् लट् सुदादिभ्यः सः एव कार्यं करोति. अत्र पुगन्तलघुपदस्य च परसूत्रमस्ति. एतत् परसूत्रमस्ति, अनन्तरं तुदादिभ्यः सः तु नित्यसूत्रमस्ति, अतः नित्यसूत्रमेव आगत्य कार्यं करोति इति दृष्टवन्तः. इति मनसि स्मर्तव्यम्, अनन्तरं स्थापनीयं. नित्यसूत्रं किमस्ति चेत् सा सर्वदा बलवत् भवति, तावदेव. अत्र अत्र अत्र सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः एव नास्ति, कारणं एतत् नित्यसूत्रम् अस्ति. इदानीम् एतदपि पठतु, गुणवृद्धिनिषेधः. नित् प्रत्यये परे निति च इत्यनेन अङ्गस्य गुणवृद्धिः वा निषिध्यते, अतः लिक्ष इत्यत्र पुगन्तलघु लघुपदस्य च इत्यनेन गुणः भवितुं न अर्हति. तावदेव. पश्यतु, अत्र शकारः षित् अस्ति. एकस्मिन् पक्षे शकारः गुणः भवति इति तत्र दत्तम्. अन्यस्मिन् पक्षे सार्वधातुकम् अपित् अस्ति. अपित् अस्ति चेत् अत्र किं भवितुम् अर्हति? नित्वत् आरोपितं भवति अत्र, खलु? नित्वत् प्रत्ययम् आरोपितं भवति अत्र. यत्र अपित् अस्ति, नित्वत् आरोपितं भवति, तत्र नितिश इति सूत्रम् आगत्य गुणनिषेधः भवति. प्रथमं नित्यसूत्रमस्ति. एतस्य कालक्रमेण एतत् सर्वं मनसि आगत्य कार्यं करोति एव महोदय. एतत् विषये चिन्ता मास्तु. इदानीं इतोपि यदा अस्ति तदा गुणः नास्ति. सुदादिभ्यः सुदादिगणे गेस्ट् विक्रमप्रत्ययं श सार्वधातुकप्रत्ययमस्ति. सार्वधातुकं प्रत्ययम् अस्ति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. परन्तु सार्वधातुकम् अपि तपि अस्ति. अपि तस्ति चेत् अत्र निद्वत् आरोपितं भवति. यत्र निद्वत् भवति चेत् अत्र किञ्चित् च इत्यनेन गुणनिषेधः भवति, खलु? गतसमये एव दृश्य तत्तु सर्वम् अवगतं, परन्तु अत्र नूतनतया नित्यसूत्रं किं कारणं पठामि अहं न जानामि. अत्र अत्र इतोपि पदमञ्जर्यं पठतु अत्र. अस्तु महोदय, पठतु. तुदति इति स्थिते परत्वात् प्राप्तम् अपि गुणं नित्यशो बाधते. नित्यः शः बाधते. परसूत्रमस्ति, किम् अस्ति अत्र? पुगन्तलघुपदस्य च. पुगन्तलघुपदस्य च इत्यनेन शः प्राप्तुम् अर्हति चेत् अत्र शो भवति, तो भवति, तोदति इति अनिष्टरूपं, खलु महोदय? तोदति इति अनिष्टरूपम्. अत्र बालमनोरमा अपि अस्ति, अनन्तरं ततो बोधिनी, लघुसिद्धान्तकौमुदी. एतत् समयः अस्ति चेत् अत्र स्वीकरोतु, अनन्तरं पठतु एव. इदानीं किं मनसि स्थापनीयं? सुदादिभ्यः सः तु नित्यसूत्रमस्ति, अतः तत्र पूर्व कार्यं कृतमपि कार्यम् अकृतं कि अपि अत्र गुणः भवति, अतः तुदति इति एव तुदति एव भवति. तुदति एव भवति. अत्र पुगन्तलघुपदस्य परकार्यमस्ति, परन्तु परसूत्रमस्ति. एतत् असिद्धं भवति. किमर्थं चेत् तुदादिभ्यः सः तु नित्यसूत्रमस्ति, अतः कार्यम् आगत्य कार्यं पूर्वम् आगत्य कार्यं कृतमपि कार्यम् अकृतमपि अत्र गुणनिषेधः. एतत् मनसि स्थापयतु. अस्तु महोदय. इतोपि अत्र कोऽपि सूत्र नित्यसूत्रम् अस्ति वा नास्ति किमर्थं जानामि? अत्र किमस्ति अत्र पाणिनीयसूत्रम्. अत्र पाणिनीयसूत्रमस्ति खलु? मम समीपे एतत् समीचीनतया फुल् प्रिण्ट् औट् अस्ति. 3966 सूत्राणि मम समीपे अस्ति. अत्र सर्वं मया लिखितमेव. किं सूत्रं नित्यमस्ति, किं सूत्रं किम् अहं मम समीपे अस्ति. विधिसूत्रं किम् अस्ति, अनन्तरं विधिसूत्रं एतत् मया लिखितमेव परसूत्रं किं भवति, प्रतिच्छेदकः किं भवति, नित्यसूत्रं किं भवति, नित्यसूत्रम् नियमसूत्रं किं भवति, एतत् मया लिखितम्। अधिकारसूत्रं किं भवति, संज्ञासूत्रं किं भवति, मया लिखितमेव। तादृशमत्र स्वीकुर्मः चेत् अनन्तरम् अत्र इदानीमत्र सूत्रमध्ये अपि अस्ति, अत्र अधिकारसूत्रमस्ति अल् इति, किञ्चित् स्थाने वयं पश्येमः चेत् अत्र एतत् दत्तवन्तः एव, एतत् सूत्रं किम् इति अधिकारसूत्रमस्ति, प्रत्ययः तु अधिकारसूत्रमस्ति, अनन्तरं सञ्ज्ञासूत्रमपि अस्ति। वृद्धिरेचि इति स्वीकुर्मः चेत्, वृद्धिराचेत् इति स्वीकुर्मः चेत् अत्र पश्यतु संज्ञासूत्रमस्ति। कुत्र कुत्र कुत्रापि दत्तमेव अत्र वृद्धिरादेच् इति सूत्रं संज्ञासूत्रमस्ति, अनन्तरं किञ्चित् सूत्रे एतत् किं सूत्रम् इति न दत्तमेव, परन्तु मम समीपे एतत् अस्ति एव, एतत् शोधनं कर्तव्यमेव, शोधनं सम् सार्ट् आफ् रिसर्च् कर्तव्यं, किं सूत्रं बलवत् भवति, किं सूत्रं नित्यं भवति, कालक्रमेण एव एतत् सर्वम् आगच्छति महोदय। अत्र भवान् एव वदतु अन्तिमश्लोकं, तथा न भवतु। शान्ता वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्, ॐ हरिः ओम्, हरिः ओम्। ॐ श्रीगुरुभ्यो नमः, धन्यवादः। सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्।